गतवर्गे इणु यण् इति धातोः चर्चा अभवत्। तत्र इनो यण् मध्ये इनो इन् धातुः अस्ति, तस्य नकारस्य इत् संज्ञा भवति, इ एव अवशिष्यते, इन् गतौ इति अर्थे अस्ति। अत्र अस्माभिः पृष्टं यत् बहुत्र सामान्यकार्यमेव अस्ति, पित् प्रत्ययः अस्ति हलादि नो चेत् अजादि, पित् प्रत्ययः अस्ति चेत् गुणकार्यं भवति सार्वधातुक अर्धातुकयोः इति सूत्रेण, यथा एति भवति अथवा इयोग आनि लोट्लकार उत्तमपुरुषे क्वचन, तत्रापि गुण भूत्वा एचेवायाः कृत्वा अत्र अयानि इति भवति। तदनन्तरम् अपित् प्रत्ययेषु हलादि अपित् अस्ति चेत् केवलं मेलनं भवति, किमपि कार्यं नास्ति, यथा इयोगतः इतः एव भवति। तदनन्तरं नूतनं कार्यं नास्ति, तदासीत् अजादि अपित् प्रत्ययः अस्ति चेत्। तर्हि सर्वदा सामान्यक्रमः कः अस्ति? प्रथमं तु सर्वसामान्यं सूत्रमस्ति इको यणचि, अच् अच् परे अस्ति चेत् इको यणचि सर्वसामान्यसूत्रमस्ति। तदनन्तरम् अच् प्रत्यय परे अस्ति चेत् अचिष्णुधातुभ्रुवां युवोर् यङ् उवङ्गौ इति अन्यसूत्रमस्ति, यत् इको यणचि सूत्रं बाध्यति, सूत्रं प्रबाध्यते। तदनन्तरं परन्तु किं भवति, यत्र गुणस्य प्रसक्तिः भवति तत्र सार्वधातुक आर्धातुकयोः इति सूत्रस्य परत्वात् सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणः भवति, परन्तु यत्र गुणः न भवति तत्र सार्वधातुक आर्धातुकयोः इति सूत्रं कार्यं न करोति, अतः तत्र अचिष्णुधातुभ्रुवां युवोर् युवङ्गौ इति सामान्यतया कार्यं करोति। परन्तु इण् विषये तस्य अपवादभूतसूत्रमस्ति इणो यण्, इणो यण् इति सूत्रमस्ति। तत् सूत्रं वदति यत् अच् प्रत्ययपरे अस्ति चेत् अच् प्रत्ययपरे अस्ति चेत् इन् स्थाने यण् प्रत्याहारस्य वर्णस्य आदेशः भवति। तत्र इन् यण् प्रत्याहारस्य वर्णः किमस्ति? इकारस्य सदृशवर्णः यकारः। तर्हि अजादिप्रत्ययपरे अस्ति चेत् इकारस्य स्थाने यकारः भवति। पश्यतु, अचिष्णुधातुभ्रुवाम् इति सूत्रम् इव अत्र अपि सूत्रं साक्षात् न लिखति यत् नित् कित् नित् प्रत्ययः अस्ति चेदेव यण् भवति। वस्तुतः सूत्रस्य प्रसक्तिः कोऽपि अजादि प्रत्ययः अस्ति चेत् सूत्रस्य प्रसक्तिः गच्छति, परन्तु यत्र प्रत्ययः अजादिपित् अस्ति तत्र परत्वात् सार्वधातुकार्धातुकयोः कार्यं करोति, अतः फलितः अर्थः अस्ति यत् अजादि अपित् प्रत्ययः अस्ति चेत् इकारस्य स्थाने यकारः भवति। अतः अस्माभिः दृष्टं यत् इन् योगः अन्ति लट् लकार प्रथमपुरुषबहुवचने इन् योगः अन्ति, तस्य रूपं भवति यन्ति, तत्र इकारस्थाने यकारः भवति, तदनन्तरं यकारः योगः अन्ति यन्ति इति भवति, लोट् लकारे यन्तु, लङ् लकारे आयन् इति अस्ति। तर्हि एतत् सर्वम् अस्माभिः पठितं। तदनन्तरम् अस्माकम् एका चर्चा अस्ति तत्र लङ् लकार बहुवचनरूपं प्रथमपुरुषे कथं भवति, क्रमः कथम् अस्ति। तत्र प्रश्नः आसीत् यत् लुड् लग् रिङ्क्षु अडुदात्तः इति सूत्रं कार्यं करोति चेत् अडागमः भवति, तत्र आड् आजादिनाम् अस्ति चेत् आड् आगमः भवति, तत्र इणो यण् मध्ये वस्तुतः धातु इकारादि अस्ति यतः आट् आगमः भवेत्, परन्तु एकवारं यण् आदेशः भवति तदनन्तरं धातु हलादि भवति, अतः तत्र अडागमः भवेत्, अतः किं करणीयं? तर्हि तथा अत्र अस्माभिः दृष्टं यत् यद् अडागमः अस्ति नो चेत् आडागमः अस्ति तस्य निमित्तं किम् अस्ति, तस्य निमित्तं साक्षात् लकारः अस्ति, लुट् लग् रिङ्क्षु लुङ् लङ् रिङ्क्षु साक्षात् लकारः एव निमित्तम् अस्ति, अतः यत्र लकारः आगच्छति तत्र एव अट् अथवा आड् आगमः भविष्यतः। लकारः आगमः प्रथमसोपाने एव लकारः आगमः प्रथमसोपाने एव भवति, तिङ्प्रत्ययस्य आगमनात् प्राक् एव लकारस्य आगमनं भवति, अतः यत्र प्रथमसोपाने लकारः आगच्छति यदा तिङ्प्रत्ययः अपि नास्ति तत्र एव अट् नो चेत् आड् आगमः भविष्यति, अतः तत्र धातोः आदिमवर्णः यथा अस्ति तादृश करणीयं। तत्र इन् योगः लङ् अस्मिन् अवस्थायाम् एव अट् अथवा आड् आगमस्य प्रश्नः आगच्छति, अत्र इट् इन् अजादि अस्ति अतः आड् आजादीनाम् इति सूत्रेण आकारः एव भवति. आयोगः इण् योगः आयोगः इ योगः लङ्. तदनन्तरं लङ् स्थाने एकवारं प्रत्ययः आगच्छति, तदनन्तरं प्रत्ययः अजादि अस्ति चेत् इनोयण् सूत्रस्य कार्यं भवति. अतः इनोयण् सूत्रस्य प्रसक्तिः लुङ् लङ् ऋङ्क्षु अडुदात्तः इति सूत्रात् बहु अनन्तरम् आगच्छति. अतः इनोयण् अपि अट् अथवा आट् आजादिना आजादी आजादीनाम् इति सूत्राणाम् अपेक्षया अनन्तरम् आगच्छति. तत्र परसूत्रं पूर्वसूत्रं तस्य किमपि प्रसक्तिः एव नास्ति, यतोहि विप्रतिषेधे परं कार्यम् इति कुत्र कार्यं करोति? एकस्मिन्नेव समये एकस्मिन्नेव स्थले यदा विरोधः भवति तत्रैव. यत्र एकस्मिन् स्थले अथवा एकस्मिन् समये विरोधः नास्ति तत्र किमपि प्रश्नः नास्ति, तत्र किमपि विरोधः नास्ति. अतः तत्र पूर्वसूत्रमस्ति वा परसूत्रमस्ति वा तादृशं चिन्तनं न करणीयम्. तर्हि अतः प्रथमः अस्माकं या शङ्का आसीत् तस्य निवारणम् अभवत् यत् आड् आगमः एव भवति, आ योगः इ योगः लण्. इदानीं लङ् स्थाने झी प्रत्ययः आगच्छति, आयोगः इ योगः झी. तस्य झी तस्य परिवर्तनं भूत्वा अन् भवति, तर्हि आयोगः इ योगः अन्. इदानीम् अस्माकं द्वितीयप्रश्नम् आसीत्, इदानीं द्वयोः सूत्रयोः प्रसक्तिः आगच्छति, आटश्च येन आकारः इकारयः अकारयोः स्थाने एकः वृद्धिवर्णः आगच्छति. इणोयण् अपि अस्ति, इणोयण् तस्य अपि अत्र प्रसक्तिः अस्ति, यतोहि ईयोगः अन् ईयोगः अन् तत्र इन् यण् भवति. तर्हि इदानीं कार्यम् अस्ति यत् क्रमेण प्रथमकस्य कार्यं भवति, आटश्च इति सूत्रेण आयोगः इ ऐ भवति अथवा ईयोगः अन् तत्र यण् भवति इरोयण् इति सूत्रेण. तत्र अत्र एकमस्ति वारणात् अङ्गं बलीयः, तत्र आटश्च इति वर्णकार्यमस्ति, तत्र वर्णनिमित्तं कार्यमस्ति खलु, सन्धिकार्यमस्ति, अतः वर्ण वारणात् इति वदामः. इरोयण् इति अङ्गकार्ये अस्ति अतः अङ्गात् अस्ति, तर्हि अङ्गात् इति अङ्गकार्यं यदस्ति तत् अधिक बलशाली भवति, अतः इणोयण् प्रथमं करणीयम् इति अस्ति. अतः प्रथमम् इणोयण् इति आगत्य आयोगः इ योगः अन् इति आयोगः य योगः अन् भवति. तदनन्तरम् आटश्च सूत्रस्य प्रसक्तिः एव न अवशिष्यते, आयन् इति रूपं भवति इति अस्ति. तत्रापि पुनः कोऽपि प्रष्टुं शक्नोति, परन्तु अत्रापि इणोयण् इति परसूत्रमस्ति अतः परसूत्रात् इणोयण् तस्य कार्यं भवति प्रथमम् इति न कथयितुं शक्नुमः वा? तदपि नास्ति. तत् किमर्थं नास्ति? पुनः द्रष्टव्यं, परसूत्रं तु अस्ति परन्तु एकस्मिन् स्थले एकस्मिन् समये विरोधः अस्ति वा? एकस्मिन् समये तु अस्ति परन्तु एकस्मिन् स्थले नास्ति. आटश्च इति सूत्रस्य प्रसक्तिः भवति आयोगः इ तस्मिन् स्थले, इणोयण् सूत्रस्य प्रसक्तिः भवति ईयोगः अन् तस्मिन् स्थले, अतः किञ्चित् भिन्नं स्थलमस्ति, अतः वस्तुतः तस्य विरोधः नास्ति. अतः अत्रापि तुल्यबलविरोधरूपेण न द्रष्टव्यम्, तस्य कार्यं कस्य कारणम् इणोयण् तस्य बलस्य कार्यमस्ति, प्रथमं तु वारण अङ्गं बलीयम्. तदनन्तरं तस्य अन्य अपि कारणम् अस्ति, तत् कारणम् इदानीं वयम् अद्य पश्यामः. तत्र अन्यकारणं किम् अस्ति येन इणोयण् सूत्रस्य कार्यं प्रथमं भवति इति. तर्हि अत्र एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? महोदय, आयन् इति इत्युक्ते आडजादीनाम् इति सूत्रेण आ इति इ इति अन् तदनन्तरम् इको इको एनचि आगच्छति आयोगः इ योगः अन् आयन्. परन्तु यदि आयोगः इ योगः अन् आटश्च भवेत् चेत् वृद्धि आदेशः ऐ आयोग ऐ योग अम् अदरेचवयवः इति सूत्रेण आय सु अन्तिमरूपं समानमेव. आं तदेव मया अपि गतरविवासरे उक्तं खलु, अन्तिमरूपं समानमस्ति परन्तु क्रमः एकः एव समीचीनं क्रमः अस्ति खलु. तत्र क्रमस्य यदा चिन्तनं भवति तत्र बहूनि तत्र तत्त्वानि वयं ज्ञातुं शक्नुमः. अन्तिमरूपम् अन्तिमरूपम् एकमेव अस्माकम् उद्देश्यं नास्ति खलु. अस्माकं प्रक्रिया अपि तत्र अपि अस्माकं चिन्तनं भवेत्, यतोहि अत्र रूपं समानं भवेत् परन्तु अन्यस्मिन् कुत्रापि स्थले अन्यस्मिन् स्थले रूपं समानं न भवेत् तत्र प्रश्नः आगच्छति. अतः प्रक्रियायाः ज्ञानं महत्त्वपूर्णमस्ति. तर्हि आयन् भवति प्रथमम् आटश्च करोतु तदनन्तरं प्रथमम् आटश्च करोतु तदपि आयन् भवति. प्रथमम् इणोयन् कृत्वा वर्णमिलनं करोतु आयन् भवति. परन्तु प्रक्रिया तु एकमेव एका एव भवितुं शक्नोति. तस्य प्रक्रियायाः तस्याः प्रक्रियायाः चिन्तनं करणीयम्. अस्तु, इदानीम् अग्रे गच्छामः. अत्र कुत्र अस्ति? हा, आण् आजादीनाम् आटश्च इति सर्वं समाप्तम्. अत्र एकमस्ति, किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः. सर्वे प्राप्नुवन्ति वा? यत्र अस्माभिः गतरविवासरे स्थगितं तस्य अनन्तरमेव अस्ति. किन्तु कश्चन सर्वे प्राप्नुवन्ति? आं महोदय. आं महोदय. अस्तु, तर्हि मीना महोदय आरम्भं करोतु. किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः. इन् धातु विषयकतया प्रतिपदोक्तत्वं व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते यत्र साक्षात् नाम्ना अङ्गानां भवति आह्वानं भवति नाम्ना आह्वानं भवति प्रतिपदम् इत्यनेन नामग्रहणम्. अस्मिन् सिद्धान्ते शीघ्र अवस्थितम् कुत्र अस्ति इति यत्र अत्र अस्माभिः वेब् मध्ये एव अहं वदामि. तत्र कुत्र भवती कुत्र अस्ति इदानीं? रूपाणि अस्ति खलु, लोटि लटि लटि अधः गच्छत् रूपाणि लटि लोटि लङ्गि इति अस्ति खलु. अतः योगः लङ् आटश्च तदनन्तरं पूर्वपरनित्य किन्तु अन्ततो गत्वा एव अन्त न भवती कुत्र अस्ति? भवती किन्तु अन्ततो गत्वा वर्णातङ्गं बलीयः. तत्तु बहु अधः अस्ति. तत्र रूपाणि सन्ति खलु, यथा महोदय वदति रूपाणि इणोयण् इति. तत्र लटि लोटि लङ्गि विधिलिङ्गि इति अस्ति खलु. आड् आजादीनाम् अस्ति, आटश्च अस्ति, तदनन्तरम् अत्र प्रश्नः उदेति अस्ति. किन्तु इह कश्चन पठतु अग्रे नामग्रहणम्. अहं कुत्र आसीत्? प्रतिपदम् इत्यनेन नामग्रहणम्. अस्मिन् सिद्धान्ते शीघ्र अवस्थितिकत्वमेव बीजं. यदा एकः छात्रः आगच्छतु इत्यनेन कश्चन छात्रम् आह्वातुं शक्नुमः. चैत्र आगच्छ इत्यपि रीत्या आह्वातुं शक्नुमः. उभयत्र छात्रस्य आह्वानं. कश्चन छात्रः आगच्छतु इत्यस्य अपेक्षया चैत्र आगच्छ इत्यनेन शीघ्रं प्रवृत्तिः भवति. कुतः इति चेत् तस्य वाचकपदं प्रतिपदेन उक्तं प्रतिपदोक्तं छात्रत्वाच्चिह्नः यः कोऽपि छात्रः भवितुम् अर्हति. किन्तु चैत्रत्वम् आगच्छ इत्यनेन विशेषतया तस्य वाचकं यत् पदं तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति. कश्चन छात्रः आगच्छतु इत्यस्य कथनेन अहं न अन्यः कश्चन छात्रः स्यात् इति शङ्कातः शीघ्रम् उपस्थितिः न भवति, किन्तु चैत्र आगच्छ इत्यस्य कथनेन विलम्बः न भवति, अपि तु शीघ्र उपस्थितिः। किं सारांशं वदतु अत्र नूतनसिद्धान्तः यदि प्रतिपदोक्तम् इति सिद्धान्तः यदि उदाहरणेन अहं वदामि महोदय, यदि एकं भगिनी आगच्छ इति उक्तं वा का इति भगिनी इति न संशयः भवति। यदि अहं लक्ष्मी भगिनी आगच्छ अत्र इति वदति वा तत्र शीघ्रमेव भवति, संशयः न भवति। तस्मात् प्रति पदम् इति उक्तं नामकरणेन उक्तं वा तस्य शीघ्रमेव सः आगच्छति, इव नामकरणं न उचितं वा उक्तं वा तत्र शीघ्रं न भवति। अहं न अत्र गन्तव्यम् इति संशयः भवति, तस्मात् विलम्बः एव भवति। तदा तावदेव सत्यं। तर्हि अत्र किमस्ति, प्रतिपदोक्तं, प्रतिपदम् इति अव्ययीभावसमासः अस्ति, तस्य कोऽपि जानाति वा विग्रहवाक्यम्? तर्हि वारं वारम् अथवा वारं वारं तत्र वीप्सा अस्ति, पदं पदं प्रतिपदं। तर्हि अत्र प्रतिपदम् इति शब्दस्य अर्थः अस्ति नाम। तर्हि यत्र कुत्रापि सूत्रे साक्षात् नाम्ना किमपि लिखितमस्ति तस्य महत्त्वं भवति। तर्हि अस्माकं जीवने अपि यथा महोदय उक्तम्, अस्माकं जीवने अपि यदि वयं वदामः कोऽपि जनः आगच्छतु, तत्र कोऽपि जनः अस्ति, कोऽपि आगन्तुं शक्नोति, परन्तु तत्र झटिति न आगच्छति खलु। जनः वदति अहं न, अन्य कोऽपि, अन्य न अहं, को अन्य कोऽपि। परन्तु यदि अहं नाम्ना वदामि राम आगच्छतु, तर्हि तत्र राम जानाति, ओ अहमेव अस्मि राम, अहम् आगच्छामि। अतः यदा नाम्ना वयं किमपि बोधयामः तत्र झटिति किमपि झटिति कार्यं भवति। तत्र तथैव यथा सूत्रे अपि नाम्ना किमपि लिखितमस्ति तस्य ग्रहणं झटिति भवति इति अस्ति। तर्हि अत्र किम् अस्ति, इनो यण् इति सूत्रे साक्षात् नाम्ना इन् इति लिखितमस्ति खलु, इण् धातु। अतः तत्र इण् धातु प्रतिपदं प्रतिपदोक्तमस्ति, नाम्ना उक्तमस्ति प्रतिपदोक्तम्। अतः यत्र साक्षात् किमपि लिखितमस्ति तस्य ग्रहणम् अन्यसूत्रेषु यत्र केवलं लक्षणमस्ति तस्य अपेक्षया दीर्घं भव झटिति भवति। अन्यसूत्रम् इत्युक्ते यथा पश्यतु अचिष्णु धातु ब्रुवाम् अथवा किमपि वदतु, इको यणचि, इको यणचि मध्ये अपि यण् आदेशः भवति, इनो यण् इति सूत्रे अपि यण् आदेशः भवति, परन्तु उभयोः भेदः अस्ति। इनो यण् इति सूत्रे यण् अस्ति तत् नाम्ना इन् स्थाने भवतु इति लिखितमस्ति, तत्र साक्षात् इन् तस्य नामकरणं भवति, प्रतिपदं भवति। परन्तु इको यणचि मध्ये कस्यापि साक्षात् नाम लिखितं नास्ति खलु, तत्र तु सामान्यसूत्रमस्ति यत् इक् अस्ति चेत् यण् करोतु, अतः तत्र लक्षणमस्ति। इनो यण् इति सूत्रे यण् इति प्रतिपदेन उक्तमस्ति, प्रतिपदम् उक्तमस्ति, परन्तु इनो इको यणचि तत्र केवलं यण् तस्य लक्षणं भवति। तर्हि सिद्धान्तमस्ति यत् लक्षणस्य अपेक्षया प्रतिपदं बलीयम् इति अस्ति, तत्र अग्रे आगच्छति। अतः अन्यकारणमस्ति आटश्च अथवा किनोयन् प्रथमं कार्यं किं करोति तत्र वारणाङ्गं बल्यं तु अस्ति परन्तु इणोयण् मध्ये साक्षात् नाम्ना लिखितमस्ति इन् परन्तु आटश्च केवलं लक्षणं सूत्रमस्ति किमपि साक्षात् नाम्ना लिखितं नास्ति अतः प्रतिपदं बलेन तत्र इणोयण् इति सूत्रस्य कार्यं प्रथमं भवति तदनन्तरम् आटश्च तस्य प्रसक्तिः आग्भवति चेत् भवति इति वार्ता अस्ति प्रतिपदं सर्वे अवगच्छन्ति वा तर्हि अत्र इमर्जेन्सि ड्रिल् यदस्ति यथा कुत्रापि यथा CPR अस्ति CPR जानाति वा जनाः CPR किमस्ति तत्र कोऽपि तत्र किमस्ति तत्र बेशुद्धः अस्ति तत्र अन्कान्शियस् अस्ति तत्र CPR अस्ति चलि तत् खलु तत्र मया एकवारं CPR कोर्स् अपि कृतं तत्र ये ट्रेनर् अस्ति ते वदन्ति यत् यदा कदापि इमर्जेन्सि अस्ति तत्र जनाः तत्र आगच्छन्ति खलु सर्वे जनाः तत्र परितः ते आगत्य परितः आगत्य तिष्ठन्ति तत्र यदा सहायतायाः आवश्यकता अस्ति तर्हि कदापि एतादृशं कार्यं न करणीयं कोऽपि आगच्छतु सहायतां करोतु कोऽपि न आगच्छति तत्र किं करणीयं पायिण्ट् कृत्वा जनं प्रति वदनं प्रतिजनं वदनीयं भवान् आगच्छतु यूकं तदा एव जनाः आगच्छति यतोहि तत्र एव तादृशैव सिद्धान्तः अस्ति नाम्ना यदि वयं किमपि वदामः अथवा पायिण्ट् कृत्वा तस्य झटिति ग्रहणं भवति अतः तस्य अधिकं महत्त्वं भवति अधिकबलं भवति इति एव अस्ति सर्वे अवगच्छन्ति वा किमस्ति अत्र एव मनुष्यः एव भवति चेत् इन् रियालिटि अहं न गच्छामि अहं परिशोधनं कर्तुं न इच्छामि इति वक्तुं शक्यं तथैव यतः नाम्ना करोति चेत् प्रायः तस्य आगमनस्य तत्र चान्सेस् वर्धते परन्तु नाम्ना अधिकं शीघ्रं ग्रहणं भवति इति अस्तु तत्र अग्रे अपि पठतु महोदय तत्र अग्रे लिखितमस्ति किञ्चित् शास्त्रीयमस्ति परन्तु तत्र तस्य अर्थः तादृशम् एव अस्ति यथा मया अत्र वदितम् उक्तं तत्र पठतु अग्रे प्रतिपदं प्रतिपदं तन्मात्रवृत्तिधर्मविशिष्टं पदं तत्पदमात्रवृत्तिधर्म पुरस्कारवैशिष्ट्यं तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इत्युच्यते प्रतिपदम् इति ज्ञातुं सुलभमेव एक्स्प्लनेशन् तद् अनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते तद् अनुकूलव्यवच्छिन्नतया नाम प्रतिपदम् इति तस्य अत्र प्रतिपदम् इति शब्देन नाम इति अर्थः ग्रहणीयं नाम यथा इणो यन् इत्यनेन यन् आदेशः प्रतिपदोक्तः इको यन् अचि इत्यनेन यन् आदेशः लाक्षणिकः एरनेकाचो असंयोगपूर्वस्य इत्यनेनापि यन् आदेशः लाक्षणिकः अत्र लाक्षणिकः इति अहं न जानामि न अवगतं मया लाक्षणिक इति किम् अर्थम् इति लक्षण इत्युक्ते किं लक्षणस्य भावं किल लक्षणस्य भावं लक्षणम् इत्युक्ते इण्डिकेशन् इण्डिकेशन् यत्र तदेव अस्ति खलु मनुष्यः आगच्छ अत्र लाक्षणिक अस्ति यत् कोऽपि मनुष्यः आगच्छ अहं तत्र लक्षणं ददामि मनुष्यः आगच्छतु परन्तु राम आगच्छतु तत्र केवलं लक्षणं नास्ति, लक्षणात् अपि अग्रे अस्ति, तत्र नामकर नाम नाम्ना अहं वदामि, तत्र प्रतिपदोक्तमस्ति। तर्हि इनो यण् मध्ये यण् आदेशः इन् स्थाने भवति, तत् प्रतिपदोक्तः आदेशः अस्ति, यतोहि तत्र इण् इति नाम्ना लिखितमस्ति। परन्तु इको यणचि मध्ये यण् आदेशः इक् स्थाने भवतु, तत्र साक्षात् किमपि नाम्ना अथवा प्रतिपदोक्तं नास्ति, अतः तत्र लाक्षणिक इति अस्ति। तत्र अन्य संशयः अस्ति महोदय, अत्र यन् इको यणचि यन् इति प्रत्याहारः, इक् इक् अपि प्रत्याहारः, ई ऊरुल नन्यावरल इति, अत्र इनो यन् तत्र यन् इति प्रत्याहारः वा न यकारः एव? यण् प्रत्याहारः एव अस्ति, परन्तु यण् प्रत्याहारस्य कः वर्णः? इकारस्य यकः प्रत्याहारः एव अस्ति। तत्र हा तर्हि एतादृशं कार्यम् अस्ति। तर्हि तत्र यत् लिखितमस्ति तत्र एक्स्प्लेनेशन् तत्र तत्र किमस्ति यत् पदं पदं प्रतिपदं नाम वीप्सया यदा वयं किमपि वीप्सया इत्युक्ते रेपिटेशन्, वीप्सया यदा किमपि लिखितमस्ति तत् प्रति इति अस्ति, दिनं दिनं प्रतिदिनं पदं पदं प्रतिपदं नदीं नदीं प्रतिनदी तर्हि तत्र लिखितमस्ति। तत्र अत्र पदं पदं प्रतिपदं वीप्सया किं भवति, पुनः पुनः वदनेन तस्य महत्त्वं वर्धते खलु, अतः प्रतिपदम् इत्युक्ते तस्य महत्त्वम् अधिकं भवति, पदं पदं प्रतिपदं। तर्हि अत्र पदं पदं प्रतिपदम् इति तस्य किम् अर्थः ग्रहणीयं, तस्य अर्थः इत्युक्ते नाम, नाम प्रतिपदम् इत्युक्ते नाम, तस्य नामकरणम् अस्ति अत्र, अतः तस्य महत्त्वमस्ति। एतोपि अग्रे कोऽपि अस्य यत् लिखितमस्ति तस्य तर्कस्य तस्य अर्थः जानाति वा? जानाति चेत् वदतु, अहं तु एतदेव जानामि। कोऽपि जानाति वा इतोपि अग्रे किं लिखितमस्ति अधिक डिटेल् मध्ये, कोऽपि जानाति वा? नास्ति चेत् अग्रे गच्छामः। तत्र यत् सारांशमस्ति तत् अस्माभिः अस्माभिः तत्र अवगम्य सारांश अस्माभिः अवगतम्। अस्तु तर्हि इदानीं धन्यवादः महोदय। तर्हि अग्रे तर्हि इदानीं पर्यन्तम् अस्माभिः किं ज्ञातं यत् इको यणचि मध्ये लाक्षणिक यण् अस्ति, इनो यण् मध्ये प्रतिपदोक्तः यण् अस्ति इति अस्ति, नाम्ना अस्ति। तर्हि इदानीं लक्षणमस्ति चेत् अथवा लक्षणमस्ति अपि च नाम्ना अस्ति चेत् कस्य महत्त्वम् अधिकः अस्ति तत् अग्रे लिखितमस्ति। तर्हि विजि महोदय अग्रे पठतु इतिवत् अत्र प्रकृतौ। इतिवत् अत्र प्रकृतौ इणो यण् इत्यनेन इण् धातोः एव यण् आदेशो विधीयते, यस्य कस्यापि यण् आदेशः इति न। किन्तु आटश्च इत्यनेन आडागमात् यस्मिन् कस्मिन् अपि अचिपरे पूर्वपरयोः वृद्धिः एकादेशो भवति, अतः प्रतिपदोक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इनो एन् इत्यस्य शीघ्रोपस्थितिः। भवान् उक्तवान् किल अधुना इनो एन् इति सूत्रम्, अत्र साक्षात् लिखितमस्ति इन् स्थाने एन् आदेशः भवति इति, किन्तु आटश्च इति इति सूत्रं वदति आड् आगमात् यस्मिन् कस्मिन् अपि अचिपरे पूर्वपरयो, अत्र तु साक्षात् नास्ति यस्मिन् परे इति, यस्मिन् अचि यस्मिन् कस्मिन् अपि अचिपरे पूर्वपरयोः वृद्धिः एक आदेशः भवति इति, अतः आटस्य इति सूत्रम् अपेक्षया इनो एन् इति सूत्रं शीघ्रम् उपस्थितिः अत्र, अतः आटश्च इति लाक्षणिक इति वदति लाक्षणिकः इति इनो यन् इति सूत्रमेव प्रतिपदम् इति अटश्च लाक्षणिक् इनोयण् प्रतिपदम् अतः तस्य महत्त्वं भवति बलं भवति पठतु अग्रे इनोयण् इति प्रतिपदस्य अग्रे पठतु यतोहि शीघ्रम् उपस्थितिः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः आधारेण प्रतिपदोक्तस्य बलवत्वम् इत्युच्यते इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गस्य अन्यत्र अतः अत्र तस्य समग्रप्रतिपादनं न दीयते किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्वम् आटस्य इति सूत्रे निमित्तं लक्षणरूपेण एव दीयते इनोयन् इति सूत्रे प्रतिपदोक्तम् अस्ति पुनः एतदेव इनोयन् मध्ये इनोयन् प्रतिपदोक्तम् इति अस्ति अत्र तु साक्षात् निमित्तं न सूत्रं सूत्रमेव वदति इन् स्थाने यन् आदेशः इति किन्तु आटस्य इति सूत्रे निमित्तं लक्षणरूपेण एव दत्तमस्ति इति कारणेन इनोयन् अथवा प्रतिपदोक्तम् इति एव बलवत् किम् अपेक्षया लक्षणकः अपेक्षया सूत्र अपेक्षया प्रतिपदोक्तस्य महोदय एतत् अपवादत्वेन कार्यं न करोति वा एतत् अपवाद इव अस्ति खलु न अपवादं नास्ति अपवादं कथं कदा भवति यदा एकस्मिन्नेव स्थले कार्यं कृत्वा यदा अन्यसूत्रं कार्यं करोति तदा प्रथमसूत्रस्य निरवकाशः भवति खलु सर्वदा प्रथमं तु अत्र एकस्मिन् स्थलं नास्ति तदनन्तरम् एकस्मिन् स्थलम् अस्ति चेदेव तत्रापि कस्यापि सूत्रस्य निरवकाशं न भवति खलु इनोयन् तस्य प्रसक्तिः अन्यत्र भवति यथा लट् लकार लोट् लकार बहुवचने तत्र अस्ति आटश्च अपि तस्य सूत्रस्य अन्य प्रसक्तिः भवति बहुत्र अस्ति निरवकाशं न भवति महोदय कुतः बलवत्वम् इति चेत् तस्य बुद्धौ शीघ्रम् उपस्थितिः भवति अनेन प्रतिपदोक्तं सर्वतो बलवत् यत्र अपवादः इति साक्षात् वक्तुं न शक्यते तत्र विशिष्टत्वात् प्रतिपदोक्त्वात् बलवत्वम् इति वदेन सामर्थ्यम् सामर्थ्यं किल ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम् अपवादः बाधते तद्वत् प्रतिपदोक्तम् अपि बाधते कुतः इति चेत् तस्य नामग्रहणपूर्वकविधिः अस्ति अनेन शीघ्रं प्रवृत्तिः भवति अत्र भवान् अत्र बलवत्वम् इति अत्र वयं जानीमः इनोयन् इति एव बलवत् प्रतिपदोक्तम् इति एव बलवत्वं भवति लक्षणकः इति सूत्र अपेक्षया अत्र तदेव बलवत्वं भवति इति कारणेन अपवादः इति वक्तुं शक्नोति वा इति प्रश्नः अत्र अपवादः सदृशम् इति उच्यते किम् इति चेत् इत् अपवादः साक्षात् अपवादः नास्ति परन्तु विशिष्टसूत्रम् अस्ति, विशिष्टत्वात् प्रतिपदोक्तवात् बलवत्त्वम् इति वक्तुं शक्यते. ततः सम्यक् रीत्या महोदय उक्तं, साक्षात् अपवादसदृशमेव, साक्षात् अपवाद अस्ति चेत् सर्वं बाधते, तथैव प्रतिपदोक्तम् अस्ति चेत् सर्वं बाधते. तर्हि अपवादसदृशस्य कार्यमस्ति, परन्तु साक्षात् अपवादः नास्ति, यथा यतोहि अन्यत्र लब्धावकाशः भवति. तर्हि यथा कुत्रापि बहूनि सूत्राणि आगच्छन्ति चेत् सर्वप्रथमम् अपवादः अस्ति न वा इति द्रष्टव्यं, तथैव प्रतिपदोक्तम् अस्ति न वा इति अपि द्रष्टव्यं. प्रतिपदोक्तम् अस्ति चेत् तस्य कार्यं प्रथमं भवति तस्य बलवत्वात्. अतः अत्र यद्यपि इनो एन् इत्यस्य कार्यस्थलम् आटश्च इति कार्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्येत, तथापि प्रतिपदोक्तस्य बलेन बाधकत्वं तुल्यबलविरोधस्य अभावात् प्रतिपदोक्तवात् बाधकत्वम् इति उच्यते. तर्हि प्रतिपदोक्तत्वस्य बलवत्वे इणो यन् इत्यस्य इनोयन् इनोयन् इत्यस्य प्रतिपदोक्तत्वात् लिण् दातुं गृहीत्वा यन् आदेशः विधीयते पुनः पुनः एव प्रतिपाद्यते दृढीकरणार्थं, सम्यक् रीत्या अवगमनार्थम् अत्र उच्यते इनोयन् आटस्य उभयसूत्रस्य प्रसक्तिः अस्ति, किन्तु इनोयन् इति बलवत् इति अत्र तु स्थलं तर्हि अत्र निहितं किम् अस्ति, अत्र इनोयन् आटश्च इति सूत्रयोः अलं भिन्नम् अस्ति, सः वस्तुतः साक्षात् अपवादम् अथवा तुल्यबलविरोधः प्रतिषेधम् इति किमपि वक्तुं न शक्नुमः, यतोहि स्थलमेव भिन्नम् अस्ति. अतः अत्र तुल्यबलविरोधात् अपि अपवादत्वात् किमपि बलं नास्ति, परन्तु प्रतिपदोक्तत्वात् बलं भवति इनोयन् सूत्रस्य प्रतिपदोक्तेन तस्य बलं भवति. अस्तु, तर्हि अत्र परसूत्रमस्ति इनोयन् अतः तस्य कार्यं भवति, अतः कृपया तादृशं किमपि मा वदतु, तत्र नास्ति. परसूत्रस्य तथैव महत्त्वमस्ति तथा विप्रतिषेधमस्ति, एकस्मिन्नेव समये एकस्मिन्नेव स्थले विरोधः अस्ति, अत्र स्थलं भिन्नम् अस्ति, अतः न अपवादः अस्ति न विप्रतिषेधः अस्ति, केवलं प्रतिपदोक्तम् अथवा अङ्गकार्यमस्ति. तर्हि अत्र इनोयन् सूत्रं आटश्च इति सूत्रात् बलवत्तमस्ति. किमर्थं प्रथमकार्यमस्ति कार्यमस्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम्. अस्तु, आहत्य धन्यवादः महोदय. रघुपति महोदय अग्रे पठतु. आहत्य आं महोदय. आहत्य ईयोगः लङ्लकार आडजादीनाम् इत्यनेन आडागमः, आयोगः ईयोगः लङ् तिङ् आदेशः च प्रथमपुरुषे बहुवचने सिद्धतिङ्प्रत्ययः अन् इति. इदानीम् आयोग ईयोग अन् इणोयन् इत्यस्य प्रसक्तिः, यणादेशः प्रतिपुदत्वात् इणोयन् इत्यस्य बलवत्वम् अस्ति, अतः इणोयन् इत्यनेन आयोग ययोग अन् आटश्च इत्यस्य अधुना प्रसङ्गः नास्ति, यदा यणादेशः भवति चेत् यन् इति भवति, अतः आयन् इति रूपम् इति अस्ति. अतः एतादृशः क्रमः भवति, प्रथमं तु लकारनिमित्तं आट् अथवा अड् आगमं, तदनन्तरं लकारस्य स्थाने तिङ् प्रत्ययः, तदनन्तरं तिङ् प्रत्ययनिमित्तिकं कोऽपि वर्ण अङ्गकार्यम् अत्र इनोयन् यतोहि प्रतिपदत्तमस्ति अङ्गकार्यमस्ति, अनन्तरं मेलनं सर्वदा तथैव भवति. अग्रे द्वयोः सूत्रयोः मध्ये इणो एन् प्रथमं तदा आटश्च इति अभविष्यत् किन्तु तावता प्रसङ्गः नास्ति एव आगमोत्तरस्य अचः अभावात् अस्तु इदानीं तु तत्र प्रसङ्ग यद्यपि इणो एन् प्रथमं भवति अनन्तरम् आटश्च इत्यस्य प्रसङ्गः परं तदा तु अच् नास्ति अतः तत्र न भवति तस्य प्राप्तिः न भवति आटश्चित्यस्य प्रसक्तिः न भवति अतः आटश्चित् सूत्रस्य कार्यं न भवति अग्रे आयोग ईयोग अन् इदानीम् अत्र आटश्च इणोयन् च द्वयोः प्रसक्तिः अत्र प्रतिपदत्वात् इणोयन् इति उक्तं परन्तु अत्र वार्णादङ्गं बलीयः इत्यपि कार्यं करोति अत्र द्वयोः परस्परसमर्थनं द्वयोः कारणकथने न कापि समस्या अत्र कारणम् इति वर्णदङ्गं बलीयः इति कृत्वा इणोयण् इत्यस्य प्रसक्तिः अपि वक्तुं शक्नुमः अथवा प्रतिपदोक्तत्वात् अपि इणोयण् इति बलीयः इति अपि वक्तुं शक्नुमः इति अस्ति अत्र कोऽपि कापि समस्या नास्ति इति महोदयेन दत्तमस्ति अत्र सम्यक् अग्रे वर्णादङ्गं बलीयः परिभाषा सोरि वर्णादाङ्गं बलीयः साङ्गम् अस्तु वर्णादाङ्गं बलीयः परिभाषा अस्ति पञ्चपञ्चाशत्तमपरिभाषा वर्णस्य इदं वर्णस्य इदम् अस्तु वर्णस्य इदं वारणं वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं वारणम् अङ्गस्य इदम् आङ्गम् अस्तु अङ्गनिमित्तिकं वा अङ्ग उद्दिशिकं वा कार्यम् आङ्गम् अङ्गसम्बद्धम् आङ्गम् वर्णनिमित्तिकं कार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम् इति सामान्यचिन्तनम् इति अस्ति अत्र परिभाषा अस्ति वर्णादाङ्गं बलीयः इति तत्र वर्णनिमित्तिककार्यस्य अपेक्षया अङ्गकार्यं बलवत् अस्ति अतः तस्यैव कार्यं किमपि कार्यमस्ति चेत् तस्यैव कार्यं प्रथमं करणीयम् इति अस्ति इति सामान्यचिन्तनं वस्तुतः अत्र पक्षद्वयं वर्तते एकस्मिन् पक्षे ईयोगः लङ् लावस्थायाम् आडाजादीनां मित्रेण आडागमः ततः अग्रे यथोक्तम् अपरस्मिन् पक्षे ईयोग लङ् ईयोग जी अन्ति अन्त अन् इति भवति इदानीम् ईयोग अन् अस्ति इणोयन् इत्यनेन अजादप्रत्ययपर्यणादेशः य योग अन् असिद्धवदत्राभात् इत्यनेन यणादेशस्य असिद्धत्वात् अजादित्वम् आश्रित्य आडजादीनाम् इत्यनेन आडागमः आयोग य योग अन् आटश्च इत्यस्य अधुना प्रसङ्गः नास्ति आयन् इति अत्र एकपक्ष नाम एक लैन् आफ् थाट् चिन्तनस्य एकक्रमः यथा अस्माभिः पठितं तत्र लङ्लकारं निमित्त्य प्रथमम् आड् आगमः तदनन्तरम् इनोयन् यतोहि अङ्गकार्यमस्ति प्रतिपदोक्तमस्ति तदनन्तरम् आटश्च सूत्रस्य प्रसक्तिः एव नास्ति इति आयन् इति भवति परन्तु अत्र अन्य तत्र एक लैन् आफ् थाट् अस्ति एकचिन्तनस्य क्रमः अस्ति सम्यक् अस्ति भवन्तः सर्वे तादृशं क्रमम् अवगच्छन्ति चेत् तादृशं क्रममेव अनुसरन्तु सम्यक् अस्ति परन्तु तत्र अन्य अपि एकः क्रमः भवितुं शक्नोति एकः अपि चिन्तनस्य क्रमः भवितुं शक्नोति लैन् आफ् थाट् अथवा स्कूल् आफ् थाट् यत् अग्रे महोदयेन अत्र पठितमस्ति महोदय किम् अस्ति अत्र अस्ति यत् न ल अवस्थायां मा करोतु आड् आजादीनां तर्हि ईयोगः लङ् प्रथमं लङ् स्थाने प्रत्ययम् आनयतु तत्र प्रथमम् आडागमः मा करोतु प्रथमं तु ईयोगः लङ् तत्र लङ् स्थाने प्रत्ययः आगच्छति ईयोगः अन् इदानीम् ईयोगः अन् अस्ति तत्र इणोयण् इति अजादिप्रत्ययपरे यणादेशः भवति ययोगः अन् इदानीं प्रश्नः आगच्छति यत् अडागमः भवति वा आडागमः भवति वा तर्हि अत्र असिद्धवत् अत्र आभात् एकं बहु महत्त्वपूर्णम् अत्र सूत्रमस्ति, तेन यण् आदेशः यत् अस्ति तत् आडादादीनाम् इति सूत्रस्य कृते असिद्धवत् भवति. नाम आडादादीनाम् इति सूत्रम् इणो यण् इति सूत्रेण यः यण् आदेशः भवति तद् तं न पश्यति, तं न पश्यति, अतः आडादादीनाम् इति सूत्रं तु इकारः एव पश्यति, इकारः एव पश्यति, अतः आडादादीनाम् इति सूत्रेण आकारः एव आगच्छति, आयन् इति भवति. तर्हि अन्य यत् अस्ति क्रमः चिन्तनक्रमः तेनपि आयन् इति रूपम् एव भवति, परन्तु तत्र किञ्चित् तत्र तर्कः भेदः अस्ति, किञ्चित् क्रमभेदः अस्ति, असिद्धवत् अत्र आभात्. तर्हि महोदय अत्र प्रथमं तु असिद्धवत् अत्र आभात् इति प्रथमवारम् अस्माकं सूत्रम् आगच्छति, तत् पठतु. आम्, असिद्धवत् अत्र आभात्, असिद्धवत् अत्राभात् इति चतुर्थ षष्ठ अध्यायस्य चतुर्थपादस्य द्वाविंशतितमं सूत्रमस्ति. कमपि आश्रयम् अधिकृत्य अभीयकार्यं द्वितीयं समानाश्रितम् अभीयकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं बस्य इति अधिकारसूत्रेण बसंज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्. असिद्धवत् अत्राभात् इत्यनेन षष्ठाध्यायस्य चतुर्थपादस्य त्रयोविंशति तमसूत्रात् आरभ्य बस्य इति अधिकारस्य अन्त्यपर्यन्तम् इत्युक्ते पञ्चसप्तत्यधिक एकशतं सूत्रपर्यन्तम् येषां कार्याणां नाम अभीयकार्यमस्ति. असिद्धवत् अव्ययपदम् अत्र अव्ययपदम् अत्र इति अव्ययपदम् आ इति अव्ययपदं भात् इति पञ्चम्यन्तम् अनेकपदमिदं सूत्रम्. असिद्धवत् इत्युक्ते यथा न अजनिष्यत् सूत्रस्य विधानं जातं कार्यञ्च सिद्धं, किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत् अतः असिद्धवत् इत्युक्तं. समानाश्रितं कार्यम् इति अर्थः उदेति अत्र उदेति अत्र इति अव्ययपदेन. अस्मिन् योग त्रल् इति अत्र इति भवति अस्मिन् इति अत्र इत्यस्य व्युत्पत्तिः. अस्मिन् इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः. सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात् अत्र असिद्धवत् अत्र आभात् तस्मात् अन्तपर्यन्तं बस्य अधिकारस्य अन्तपर्यन्तं यानि सूत्राणि सन्ति तेषाम् असिद्धवत् भवति इति अस्ति. किमस्ति अत्र कार्यं अष्टाध्यायम् एकवारम् उद्घाटयन्तु सर्वे. 6422 अस्ति पृष्ठक्रमाङ्कः अस्ति 114 तत्र 6422 सूत्रमस्ति असिद्धवत् अत्र आभात् सिद्धवत् अत्र आभात् तर्हि 6422 अस्ति असिद्धवत् अत्र आभात् सर्वे प्राप्नुवन्ति वा? आं महोदय. तर्हि 6422 अस्ति असिद्धवत् अत्र आभात् तदनन्तरं 6429 पश्यतु. 6429 किमस्ति? 6429 तर्हि भस्य 6429 भस्य सूत्रमस्ति, तद् अधिकारसूत्रमस्ति. भस्य इत्युक्ते भ नाम अधिकारः, तस्य अधिकारः कुतः पर्यन्तं गच्छति? षष्ठमा अध्यायस्य अन्तपर्यन्तं, नाम 6475. तर्हि भस्य अधिकारः भवति 129-175. तर्हि असिद्धवत् अत्र आभात् इति अधिकारसूत्रम् अपि अस्ति. तत्र किं वदति? यत् आभात् आ इत्युक्ते पर्यन्तं, तर्हि भ पर्यन्तं नाम भस्य इति अधिकारपर्यन्तं, नाम भस्य अधिकार यत्पर्यन्तम् अस्ति तत्पर्यन्तम् असिद्धवत् अत्र आभात् इति सूत्रस्य अपि अधिकारः भवति. तर्हि भस्य इति अधिकारः कुत्र पर्यन्तम् अस्ति? षष्ठमाध्यायस्य अन्तपर्यन्तम्. अतः असिद्धवत् अत्र आभात् इति सूत्रस्य अपि अधिकारः 6423 to 6475 नाम षष्ठमाध्यायस्य अन्तपर्यन्तं भवति इति अस्ति. तर्हि प्रथमं तु 6423 to 6475 इति असिद्धवत् अत्र भावात् इति अत्राभात् इति सूत्रस्य कार्यक्षेत्रम् अस्ति, अधिकारक्षेत्रम् अस्ति. तत्र अस्मिन् अधिकारे ये यानि यानि कार्याणि सन्ति तानि आभीयकार्याणि इति उच्यन्ते. आभीयकार्याणि किमर्थम् आभीयकार्याणि? यतोहि भस्य अधिकारपर्यन्तं सन्ति खलु, अतः आभीय आभीयकार्याणि. तर्हि 6423 to 6475 मध्ये सूत्राणि सन्ति, यानि कार्याणि सन्ति तानि आभीयकार्याणि इति उच्यन्ते. तर्हि असिद्धवत् अत्र आभात्, तत्र आभात् इति किं किं तस्य महत्त्वमस्ति तद् सदा सर्वे जानन्ति, इदानीम् अवगच्छन्ति. भस्य अधिकारस्य अन्तपर्यन्तम् इत्युक्ते आभात्. असिद्धवत् अत्र, अत्र इत्युक्ते तस्य अर्थं किम् अस्ति? अत्र इत्युक्ते तत्र सप्तमी, निमित्तसप्तमी अस्ति. अस्मिन्, अस्मिन् इति उच्यते, अस्मिन् इति चिन्तयतु. अस्मिन् नाम एकस्मिन् एव स्थले यदि कार्यमस्ति, समानाश्रितं यदि कार्यमस्ति, तर्हि सूत्रं किं वदति? एकस्मिन् एव स्थले अथवा समानाश्रितं, सोरि समानाश्रितं यदि द्वे आभीयकार्ये स्तः, समानाश्रितं यदि द्वे आभीयकार्ये स्तः, ते परस्पर असिद्धवत् भवतः, परस्पर असिद्धवत् भवतः. असिद्धवत् इत्युक्ते किम्? असिद्धवत्. वत् इत्युक्ते किम्? एज़् इफ् इव. तर्हि असिद्धवत् इत्युक्ते कार्यं भवति, परन्तु परन्तु द्वितीयसूत्रस्य कृते प्रथमसूत्रस्य कार्यम् असिद्धवत् इति, एज़् इफ् असिद्धवत् इत्युक्ते न अभविष्यत् इति, एज़् इफ् प्रथमसूत्रं कार्यं न करोति इति अस्ति. तर्हि समानाश्रितम् इत्युक्ते 6423 to 6475 मध्ये यदि समानाश्रित द्वे सूत्रे एक पर आगच्छतः एकस्मिन्नेव स्थले समानाश्रित, तर्हि परस्परयोः ते सूत्रे असिद्धवत् भवतः. तर्हि अत्र किमस्ति पश्यतु, यत् अन्यपक्षमस्ति ईयोगः लङ् तत्र प्रथमं, तत्र जनाः वदन्ति न प्रथमम् ईयोगः लङ् मध्ये आडागमः न करणीयम्, ईयोगः लङ् मध्ये प्रथमं तु लङ् स्थाने सर्वदा प्रत्ययः आनयतु, तिप्तस्जि सिप्तस्थ इति. अस्तु, ईयोगः लङ् करोतु, तत्र ईयोगः लङ् मध्ये लङ् स्थाने अन् भवति, ईयोगः अन्. इदानीम् अस्माकं प्रश्नः आगच्छति खलु, ईयोगः अन् मध्ये इनोयन् प्रथमं कार्यं करोति अथवा आडादीनां कार्यं करोति अथवा कथं भवति? यतोहि प्रथमम् इनोयन् कार्यं करोति चेत् ययोगः अन् भवति, तदनन्तरं यकारादि अस्ति अतः अडागमः भवति न तु आडागमः, अतः रूपं भवति अयन्. ओ तथा नास्ति, तथा किमर्थं नास्ति? पश्यतु, इनोयन् इति सूत्रस्य सूत्रसङ्ख्या का अस्ति? एकाशीति. हा, सिक्स् षष्ठमाध्यायस्य चतुर्थपादस्य एक आशीतितमं सूत्रम्. आड् आदिनां सूत्रस्य क्रमाङ्क किमस्ति? द्विसप्ततिः पूर्वसूत्रमस्ति अतः. तर्हि आड् आजादीनाम् इणोयन् प्रथमं तु उभे आभीयकार्य कार्ये स्तः, किमर्थं? यतोहि अस्य अधिकारे भवतः खलु. 6422 to 6475 मध्ये इणोयन् आड् आजादीनाम् उभे आगच्छत इति अस्ति. अवगच्छत्, सर्वे अवगच्छतः वा? आम् महोदय. इणोयन् आड् आजादीनाम् उभे सूत्रे 6422 to 6475 मध्ये आगच्छन्ति, अतः आगच्छतः, अतः इनोयन् आण् आजादीनाम् इति आभीयकार्ये स्तः, आभीयकार्ये स्तः, आभीयकार्ये स्तः, अतः समान आश्रितं किम्? आगजादीनाम् इति सूत्रसङ्ख्या किं महोदय? 472. तर्हि हा तर्हि आभियकार्य एकस्मिन्नेव आश्रित समान आश्रिते स्तः, यतोहि ईयोगः अण् अस्मिन् स्थित्याम् एव आदिनां कार्यं करोति, इणुयन् अपि कार्यं करोति, अतः समान आश्रितं स्तः, समान आश्रितस्तः. उभयोः आश्रितमस्ति इकारः, इनोयन् अपि इकार आश्रितमस्ति, अतः इन् स्थाने यकार करोतु. आटश्च अपि इन निमित्तं निमित्त्य एव आडागमः करोतु इति अस्ति खलु. तर्हि इ इति समान आश्रितमस्ति, समान आश्रयः अस्ति उभयोः सूत्रयोः कृते. इ आडदिनम् अपि इ दृष्ट्वा आकारः करोति, इनोयन् अपि इकारः दृष्ट्वा यण् करोति, तर्हि समान आश्रितः. तर्हि उभे सूत्रे आभियकार्यस्तः, उभे सूत्रे समान आश्रिते स्तः. तर्हि एतादृशम् अस्ति चेत् सूत्रं किं वदति? असिद्धवत् अत्र आभास यत् सूत्रे परस्परकृते असिद्धवत् स्तः. अतः यदि इनोयण् इति सूत्रेण प्रथमकार्यं भूत्वा य अपि भवति, य योगः अन्, तर्हि आड् आजादीनाम् इति सूत्रस्य कृते यद्यपि इनोयन् तस्य कार्यम् अभवत्, परन्तु तत् कार्यम् आड् आजादीनां न पश्यति. आड् आजादीनाम् इति सूत्रस्य कृते तु इनोयन् इति सूत्रस्य कार्यं न अभविष्यत् इति एव, तत् इनोयन् इति सूत्रस्य कार्यं न पश्यति, सूत्रस्य कार्यं न पश्यति. अतः इनोयन् इति सूत्रेण इकारस्य स्थाने यः यकारः आगच्छति तद् आड् आजादीनां न पश्यति. आड् आजादीनाम् इति यकारः न पश्यति चेत् किं पश्यति? इकारः पश्यति, अतः आडागमः एव भवति न तु अडागमः. अतः ईयोगः अन् तदनन्तरम् इनोयण् इति सूत्रेण य योगः अन्, यद्यपि अत्र यकारः आगच्छति परन्तु तत्र आडागमः आडादीनाम् अथवा लुड् लड् ऋषु अडुदात्तः यदस्ति सूत्रं, तत् यकारं न पश्यति, तत्तु इकारः एव पश्यति. इकारः पश्यति अतः अडागमः न भूत्वा आडागमः एव भवति, अतः आकारः एव आगच्छति न तु अकारः. अतः य योगः अन् तदनन्तरम् आ योगः य योगः अन् तदनन्तरम् आटस्य सूत्रस्य प्रसङ्गः एव न अस्ति, यतोहि यकारः अस्ति, अतः आयन् इति भवति. महोदय, किमर्थम् असिद्धत्वं पूर्वमेव न उक्तं? किमर्थं प्रसङ्गः एकं, प्रसङ्गद्वयं, प्रसङ्गत्रयं? मल्टिपल् बहूनि कार्याणि सन्ति खलु तत्र. असिद्धत्वं बलवत् किल? किमर्थं बलवत् इति किमपि नास्ति तत्र. एकस्मिन् पक्षे एकस्मिन् चिन्तनक्रमस्य चिन्तनक्रमे लक्षणस्य अपेक्षया प्रतिपदस्य महत्त्वमस्ति, बलमस्ति, तदपि अस्ति. अत्र असिद्धवत् अत्र आभात् अस्य सूत्रस्य अपि अस्ति. तत्र एककारणस्य अपेक्षया अन्यकार्यम् अधिकबलम् बलीयमस्ति इति किमपि नास्ति. उभे कारणे शास्त्रीयकारणे एव स्तः खलु, किमपि अशास्त्रीयं नास्ति. तत्र एकपरिभाषा अस्ति, एकसूत्रमस्ति, तर्हि अतः किमपि चिन्तयतु. तत्र इनोयन् प्रथमं कार्यमेव करोति, तत्र यकारः आगच्छति, अत्र आडागमं न कृत्वा अडागमः करणीयम् इति नास्ति, आडागमः एव करणीयं. तदनन्तरं आटश्च सूत्रस्य प्रसक्तिः एव नास्ति, अतः आयन् यत्किमपि चिन्तयतु आयनेव भवति इति अस्ति. तर्हि असिद्धवत् अत्र आभात्, तर्हि अत्र असिद्धवत् अत्र आभात् अस्य तत्र वस्तुतः तथा चिन्तनं नास्ति. असिद्धवत् अत्र आभात् इति सूत्रस्य वस्तुतः भवती वदति तदपि नास्ति. असिद्धवत् अत्र आभात् इति सूत्रस्य चिन्तनं कुत्र आगच्छति? आड् आजदिनाम् अपि च इनोयन् इति सूत्रयोः कस्य कार्यं भवति? लक्षणलक्षणयोः प्रतिपदोक्तम् इति सूत्रं वस्तुतः आटश्च वर्सेस् इणुयण् इति भवति, वस्तुतः भिन्नभिन्नम् अस्ति। तर्हि हा सम्यक्, तर्हि असिद्धवत् अत्र आभात् इति सूत्रम् आड् अजदीनां वर्सेस् इणुयण् तस्य तत्र तत्र निरशङ्कां करोति। लक्षणस्य प्रतिपदोक्ते लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति आटश्च इणोयण् इति सूत्रयोः तत्र तस्य निरशङ्कां करोति। भिन्नभिन्नम् अस्ति वस्तुतः। तर्हि एकस्मिन् पक्षे असिद्धवत् अत्र आभात् इति सूत्रेण आदिदिनां भवति, अन्यस्मिन् पक्षे अस्ति यत् अस्तु आट् आदिदिनाम् इति सूत्रस्य निमित्तं वस्तुतः साक्षात् लकारः अस्ति, अतः ल अवस्थायामेव करणीयम्, अतः प्रथमसोपाने एव करणीयम्, अतः प्रथम आड् आदिनं भवति, तदनन्तरम् इणोयन् आगच्छति, तदपि करोतु किमपि करोतु इति अस्ति। तर्हि एकस्मिन् पक्षे ल अवस्थायाम् एव आडागमः भवति, ल अवस्थायां पूर्वमागच्छति, तत्र तु इकारः एव अस्ति, अतः आडागमः भवति, तदनन्तरं प्रत्ययस्य प्रत्ययम् आगत् लण् स्थाने अनागच्छति, तदनन्तरम् इणोयन् भवति, अतः आयन् भवति, तदेकपक्षः अस्ति। अन्यपक्षः अस्ति न, प्रथमं तु प्रत्ययः आनेतव्यम्, अतः अस्तु ईयोगः अनागच्छति, तदनन्तरम् इणोयन् इति सूत्रेण यन् ययोगः अन् भवति, तदनन्तरं यद्यपि यकारः अस्ति परन्तु असिद्धवत् अत्र आभात् इकारः एव दृश्यते, अतः आडागमः एव भवति, अतः आयन्। तर्हि एकस्मिन् पक्षे प्रथम आडागमः भवति, तदनन्तरम् इणोयन् इति यकारः भवति, अन्यस्मिन् पक्षे प्रथमं इणोयन् इति सूत्रेण यकारः आगच्छति, तदनन्तरम् असिद्धवत् अत्र आभात् इति सूत्रेण आकारः आगच्छति। किमपि करोतु, कोऽपि क्रमः भवेत्, आयन् इति भवति, शास्त्रीयतर्केण आयन् इति एव भवति इति अस्ति। असिद्ध अत्र अत्र सङ्ख्यायाः महत्त्वमेव नास्ति महोदय। कस्य महत्त्वं सङ्ख्यायाः? परसूत्रं वा पूर्वसूत्रं नास्ति। असिद्ध तर्हि परसूत्रस्य किमपि पूर्वसूत्रस्य महत्त्वं नास्ति। तत्र आभ्यकार्याणि कार्याणि सन्ति चेत् असिद्धवत् भवन्ति। पूर्वमस्ति अनन्तरमस्ति, एस् लाङ्ग् एस् दे आर् इन् द सेम् इन् दट् रीजन् सर्वे आगच्छन्ति वा? आं महोदय। तर्हि इदानीमस्ति अत्र असिद्धवत् अत्र आभात् इति बहु महत्त्वपूर्णसूत्रमस्ति, तत्र अग्रे बहुत्र बहुत्र आगच्छति, तत्र ज्योत्यादिगणे अपि अस्ति, अन्य अग्रे अपि आगच्छति, तत्र पश्यामः यदा आगच्छति। महोदय, यदि इणोयन् आगच्छति प्रथमम्, आड् अजादीनाम् इति सूत्रस्य प्रसक्तिः नास्ति अत्र, अस्ति खलु? तदेव मया उक्तं, इणोयन् अस्ति अस्ति चेत् आड् अजादीनां प्रसक्तिः नास्ति, अड् एव भवति, लुङ् लङ् लिङ् लुङ् लङ् लङ् सूत्रं अडुदातः तत् सूत्रमेव भवति। किमर्थमिति चेत् ई अत्र ई नास्ति एव, अच् नास्ति, वर्ण यकारः एव अस्ति, तदा यकारः नास्ति, तदेव यद्यपि यकारः अस्ति परन्तु अत्र असिद्धत्वात् न दृश्यते, दृश्यते इकारः एव भवति खलु, तदेव अस्ति। अस्तु तर्हि अग्रे इदानीं गच्छामः, मदन महोदय पठतु। महोदय, अन्प्रत्ययम् आश्रित्य आडादादीनादादिनो यन् इति अनयोः कार्यं भवति। अत्र इन् धातोः इ इत्यपि द्वयोः आश्रयः, आड् आजादीनाम् इति सूत्रमपि इनो यन् इति सूत्रमपि षष्ट्याध्यायस्य चतुर्थपादस्य द्वाविंशतिसूत्रात् आरभ्य षष्टि अध्यायस्य अन्त इति यावत् अस्मिन् गोचरे अस्ति इति कृत्वा आडागमः अपि यन् यनादेशः अपि आबीयकार्यम् एकस्मिन् समानाश्रितं स्तः इकारः आश्रयः अस्ति अपि च आभियकार्यस्य गोचरे आगच्छतः. गोचर इत्युक्ते सेक्षन् गोचरे आगच्छतः. अतः उभे आभियकार्ये समानाश्रित आभियकार्ये स्तः इनोयन् आडादीनाम्. अग्रे अग्रे सूत्र वयं जानीमः इनोयन् अपि अस्ति तर्हि अस्मिन् पक्षे इति तथा अग्रे पठतु. तर्हि अस्मिन् पक्षे लकारः लकारप्रत्ययस्य उपस्थितिः आदौ भवति तन्निमित्तकादेशः च आदौ भवन्ति ततः परम् अजादिप्रत्ययत्वम् आदाय इनो यन् इत्यनेन यन् आदेशः तस्य च असिद्धत्वात् आडाजादीनाम् इत्यनेन आडागमः. अस्मिन् पक्षे लकारप्रत्ययः उपस्थितिः आदौ भवति. प्रथमं लकारस्य प्रत्ययः भवति तदनन्तरं तत् निमित्त आडाजादीनामिति भवति महोदय. अस्मिन् पक्षे आदौ भवन्ति प्रथमं लकारस्थाने तिङन्तप्रत्ययः अन्भवति अङ्गप्रत्ययनिमित्तेन यत् अङ्गकार्यं भवति यथा इनोयन् तद्भवति. तदनन्तरम् आडागमः भवति असिद्धवत् अत्राभात् इति सूत्राभात् इति प्रथमं तिङ्प्रत्ययः तदनन्तरम् आडागमः. द्वितीयपक्षे प्रथमं लकारनिमित्तम् आडागमः आडागमः तदनन्तरं लकारस्य स्थाने तिङ्प्रत्ययः तदनन्तरम् इनोयन् इति अस्ति. तर्हि कोऽपि पक्ष किमपि पक्षं भवेत् रूपं तु आयनेव भवति. शास्त्रीयतर्केण रूपम् आयन् एव भवति. कदापि रूपम् अयन् इति न भवति. अडागमः कदापि न भवति. अस्तु अग्रे अत्र प्रश्नः उदेति एकवारम् आरभे इनोयन् इति शास्त्रम् उपस्थितं भवति चेत् तस्य असिद्धत्वात् आडाजादीनाम् इत्यनेन आडागमः भवेत्. किन्तु कस्य बलेन आडागमात् प्राक् यन् आदेशो विधीयते आडाजादीनाम् इति लावस्थायाम् इनोयन् इति सिद्धिङ्गप्रत्ययसमा सिद्धिङ्गप्रत्ययसाधानामेव अपि च लावस्थायाम् आडागमः इति पक्षे असिद्धवत् अत्र आभात् इति शास्त्रं नापेक्षते. साक्षात् आडाजादीनाम् इत्यनेन आडागमः तदा प्रतिपदोक्तयोवत् इनो यन् फलतः आयन् इति रूपम् अतः अत्र लाघवम् असिद्धवत् अत्र आभात् इत्यस्य अपेक्षा एव नास्ति. अत्र लिखितमस्ति तदेव. तत्र प्रथमपक्षे यदा अस्ति लावस्थायां प्रथमम् आडागमः तदनन्तरम् इनोयन् तत्र असिद्धवत् अत्र आभाविसूत्रस्य प्रसक्तिः एव नास्ति. यतोहि तत्र किमपि विरोधः नास्ति खलु क्लेशः नास्ति. प्रथमं लङ्लकारनिमित्त आडागमः भवति तदनन्तरं लङ्स्थाने तिप् प्रत्ययः अण् भवति तदनन्तरम् इनोयन् इति सूत्रेण इकारस्य यण् तत्र तु प्रथमतया एव आकारः अस्ति अतः क्लेशः नास्ति. प्रथमं तु द्वितीयपक्षे यदा प्रथमम् इनोयन् इति आगच्छति यकारः आगच्छति तदनन्तरं क्लेशः भवति खलु, आकारः आगच्छति वा अकारः आगच्छति वा, तत्र असिद्धवत् अत्र आभात् इति अतः आगच्छति, आणागमः एव भवति इति वदति। तर्हि प्रथमपदे प्रथमपक्षे यदा आकारः प्रथमम् आगच्छति तत्र असिद्धवत् अत्र आभासूत्रस्य आवश्यकता नास्ति, यतोहि तत्र विरोधः एव नास्ति। परन्तु यत्र द्वितीयपक्षे यत्र इनोयन् प्रथमम् आगच्छति तत्र असिद्धवत् अत्र आभात् इति सूत्रस्य आवश्यकता अस्ति, येन आणागमः भवितुं शक्नोति इति एव अस्ति। तर्हि प्रथमपक्षे आणागम असिद्धवत् अत्र आभात् इति चिन्तनम् इति सूत्रस्य चिन्तनम् एव नास्ति, द्वितीयपक्षे अस्ति इति एव। महोदय, तृतीयपक्षम् अपेक्षया ऐ मीन् युनो यन् भवति पूर्वं लावस्थायाम् एव बलवत् किल, लस्य लस्य इति सूत्रेण लावस् लकारस्थाने तत्कारणेनैव आडागमः तदेव बलवत् प्रतिपदत्वम् इति युक्ते प्रतिपदत्वम् अपेक्षया प्रतिपदत्वं न सिद्धवत् अत्र आभात् इति अपेक्षया किमपि तत्र समानम् अस्ति। अहं एकं लावस्थायाम् आडगमः प्रथमं भवितव्यं किल, अहं पर्सनलि चिन्तयामि यत् तथा अहं तदा तादृशमेव चिन्तनं करोमि, तत्र लावस्था प्रथमा आगच्छति खलु, अतः लावस्थनिमित्तया यत्किमपि कार्यमस्ति तत् प्रथमं करणीयं करोतु तथा। परन्तु ये जनाः चिन्तयन्ति न प्रथमं तु यदा यदा कदापि लकारः आगच्छति तदा तदा सर्वदा प्रथमं तिङ् प्रत्ययः आगत्य तिष्ठति एव लस्य तिष्ठति चित्तस्य इति सूत्रेण, तादृशजनानां कृते अपि असिद्धवत् अत्र आभात् इति सूत्रेण आयन् इति एव भवति इति तादृशजनानां कृते अपि तर्कः भवति। परन्तु आं भवती चिन्तयति यत् लावस्थाया प्रथमा अस्ति अतः लकारनिमित्तं यत् कार्यमस्ति तत् प्रथमं करणीयम् अतः आडगमः प्रथमं करणीयं, करोतु सत्यं किमपि का क्लेशः नास्ति। अस्तु अग्रे तर्हि द्वितीयपक्षे कस्य बलेन आडागमात् प्राक् यन् आदेशो विधीयते लावस्थायाम् आडागमः इति पक्षे लागवम् इति सत्यं, किन्तु तथा सति असिद्धवत् अत्र आभात् इत्यस्य पाठः कुतः इति प्रश्नः। आभीय पाठस्य का गतिः? इनोयन् आडादीनाम् इति सूत्रद्वयम् आभीयशास्त्रे अन्तर्गतम्, तस्य च कारणं स्यात्। इनो यन् सर्वप्रथमं न भवति चेत् किमर्थम् आभीयकार्यम् इदम्? इदमेव आभीयपाठस्य सार्थक्यम्। अत्र भाष्यकारस्य कथनम् इदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि ततः परम् एव आडागमः। असिद्धवत् अत्र आभात् इति सूत्रस्य चिन्तनं भवेत् नाम तस्य कार्यं भवेत् अतः प्रथमम् इनोयन् तदनन्तरम् आणागमस्य चिन्तनम् इति करोतु, तस्य तर्कमस्ति। यत् तथा नास्ति चेत् प्रथमः आणागमः भवति तदनन्तरम् इनोयन् करोति चेत् असिद्धवत् अत्र आभात् इति सूत्रस्य कुत्र कार्यं भवति खलु, तत्र पाठः कुत्र भवति? न भवति, तस्य पाठः व्यर्थः न मा भवेत्। अतः प्रथमम् इनोयन् करोतु तदनन्तरम् आणागमः करोतु असिद्धवत् अत्र आभात्। अतः द्वितीयपक्षं बलमस्ति इति भाष्यकाराः वदन्ति। महोदय किमपि वदतु महोदय, अत्र असिद्धवत् अत्र एव तादृश प्रसङ्गः वा अन्यत्र नास्ति वा? अत्र एकस्मिन् स्थले एव अस्य असिद्धवत् अत्र भात् इत्यस्य कार्यं भवति वा तादृश? बहुत्र अस्ति अन्ये अग्रे, परन्तु किमर्थम् तत्र तस्य अत्र दत्तमस्ति खलु किमस्ति का गतिः इति अभ्ययपाठ्यस्य का गतिः इति न न अन्यत्र भवेत् खलु अन्यत्र भवेत् परन्तु अस्मिन् प्रसङ्गे अपि वस्तुतः उभे सूत्रे अभ्यकार्याणि उभे सूत्रे अभ्यकार्ये स्तः खलु तत्तु अस्ति उभे सूत्रे अतः एव अतः अभ्यकार्ये अपि स्तः परन्तु असिद्धवत् अत्र अभवत् इति अधिकारसूत्रस्य भवान् पाठः अपि न करोति किमर्थम् अभियकार्ये स्तः परन्तु असिद्धवत् अत्र आभात् इति सूत्रस्य अभियकार्यस्य प्रसङ्गे भवान् चर्चा अपि न करोति इति सम्यक् नास्ति इति भाष्यकाराः चिन्तयन्ति अतः तस्य चर्चा भवेत् यत्र कुत्रापि अभियकार्ये स्तः तस्य चर्चा भवेत् अतः अत्र अपि भवेत् अतः चर्चा भवेत् अतः इनोयन् प्रथमम् आडागमः अनन्तरम् इति चिन्तयति इति तर्कः अस्ति यत्र समानाश्रितकार्यमेव खलु तत्र सिद्धात् अन्यत्र न भवति खलु अत्र पुरसा सिद्धम् इतिवत् न भवति कार्यं वयं सपादसप्ताद्य त्रिपाद्यं वयं दृष्टवन्तः तादृशं न भवति तादृशं नास्ति लिमिटेड् लिमिटेड् अस्तु अस्तु समानाश्रितम् अपि च अभियकार्यं तर्हि भाष्यकाराणां चिन्तनमस्ति यत् यत्र यत्र समानाश्रितम् अभियकार्ये कार्ययोः प्रसङ्गः भवति तत्र तत्र असिद्धवत् अत्र आभात् इति सूत्रस्य चर्चा चर्चा भवितव्या एव अतः अत्र अपि तस्य चर्चा भवितव्या अतः द्वितीयपक्षमेव समीचीनम् इति वदन्ति अस्तु परन्तु अहं ला चिन्तयामि लावस्थामध्ये यत् प्रथमम् आडगम् आगच्छति तद् तद् तदेव करणीयम् इति का हानिः अस्ति तर्हि अस्तु इति पक्षद्वयम् अस्ति किमपि करोतु किमपि करोतु तत्र ये फण्डामेण्टल् सन्ति ये एसेन्शियल् नालेज् सन्ति अस्ति तदिदानीं वयम् अवगच्छामः असिद्धवत् अत्र आभात् किं करोति वयं जानीमः प्रतिपदोक्तं किमस्ति इति वयं जानीमः प्रतिपदोक्तस्य लक्षणात् बलमस्ति इति अपि जानीमः नूतनविषयाणि इदानीम् अस्माभिः पठितानि किमपि पक्षं करोतु अयन् एव भवति अयन् कदापि न भवति अस्तु अग्रे प्रथमपक्षस्य परित्यज्येन अन्यत् कारणमपि उक्तं महाभाष्ये किम् इति चेत् धातुः नाम क्रियावाचकः क्रियायाः स्वाश्रयाङ्क्षया भवति नो चेत् क्रिया न प्रतीयते धातुरेव क्रियां न बोधयति क्रियायाः स्वाश्रयसमवादेन एव धातुः क्रियां बोधयेत् किम् अन्यत् एकमपि बहवः कारणम् अत्र वदति धातु क्रिया सूचयति क्रियावाचकः सूचयति आशय आङ्क्षया भवति चेत् पूर्णपठतु एकवारं कर्तृबोधकप्रत्ययः परः यदा भवति तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति क्रियायाः आशयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत् लकारः आशयबोधकप्रत्ययः तं विना अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः कुतः इति चेत् क्रियां न बोधयति तर्हि कदा बोधयति स्वबोध्यक्रियायाः आश्रय अस्ति चेदेव धातुः क्रियायां बोधयति भूधातोः लट् इति प्रयोगे भूधातुः अर्थविज्ञानपदम् इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयं प्रत्ययस्य उत्पत्तेः पूर्वम् अयं धातुः इति व्यवहारः गौणः अनेन लकारः प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तिककार्याणि च आदौ भवन्ति इति वक्तव्यम्। अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः परित्यक्तः। किमस्ति द्वितीयपक्षस्य समर्थने इति सर्वं लिखितमस्ति। द्वितीयपक्षम् इत्युक्ते किं? प्रथमम् इनोयान्, तदनन्तरम् आडागम। तर्हि जनाः, तर्हि भाष्यकारः किं किं वदन्ति? यत् प्रथमा अस्ति धातु अस्ति, केवलं धातु। धातु तस्य वस्तुतः किमपि अर्थम् अर्थमस्ति, परन्तु तस्य केवलं धातुना क्रियायाः बोधनं न भवति। केवलं धातुना क्रियायाः बोधनं न भवति, तद् भूसत्तायां, भू धातोः अर्थम् अस्ति सत्तायां, परन्तु तेन क्रियायाः किमपि बोधनं न भवति खलु। क्रियायाः बोधनं कदा भवति? यदा प्रत्ययः आगच्छति, धातुप्रत्ययः आगच्छति। तर्हि क्रियायाः बोधनं सर्वदा भवेत्, केवलं धातोः बोधनेन, केवलं धातुना क्रियायाः बोधनं न भवति, धातुयोगः प्रत्ययेन क्रियायाः बोधनं भवति। अतः प्रथमं प्रत्ययः आनेतव्यम्, प्रथमप्रत्ययः आनेतव्यं। प्रत्ययस्य प्रत्ययनिमित्तीकृत्य ये अङ्गकार्याणि सन्ति ते करणीयानि, यतोहि तेनैव क्रियायाः बोधनं भवेत्। अतः ईयोगः लङ् मध्ये प्रथमं तु लङ्स्थाने प्रत्ययः आनेतव्यम्, ईयोगः अन्। तदनन्तरम् ईयोगः अन् इति सूत्रेण, यण् इति अङ्गसूत्रेण इनो यण् करणीयम्। तदनन्तरम् एव आडागमः आगच्छति, असिद्धवत् अत्र आभात् इति सूत्रेण। तर्हि ते किं वदन्ति? प्रथमं सर्वदा लकारस्य स्थाने प्रत्ययः आनेतव्यं, तदनन्तरम् अङ्गकार्यं करणीयं, तदनन्तरम् आडागमः करणीयं, न तु प्रथम आडागमः। तस्य तर्कः सः यत् प्रत्ययस्य आगमनात् अनन्तरम् एव, प्रत्ययस्य आगमनस्य अनन्तरम् एव क्रियायाः बोधनं भवति, अतः प्रत्ययः प्रथमम् आनेतव्यम् इति ते वदन्ति। अतः द्वितीयपक्षः एव सत्यं, प्रथमपक्षः न सत्यम्, असत्यम् इति तेषां मतम् इति अस्ति। अस्तु, तर्हि टु स्कूल् आफ् थाट्स् सन्ति, बोथ् हेव् देर् लाजिक्। यत् भवती चिन्तय भवतः यत् भवन्तः चिन्तयन्ति ते तादृशं करोतु। यत्र कुत्रापि समान पदमेव आगच्छति किल अन्ततो गत्वा? यत्र कुत्रापि न जानामि, अत्र तु भवति, तत्र कुत्रापि तत्र द्रष्टव्यं। यदा तादृशस्थितिः आगच्छति तदनन्तरं पुनः चिन्तयामः, परन्तु प्रायः तादृशस्थितिः कुतापि मया तु इदानीं पर्यन्तं न दृष्टा। अस्तु, तर्हि अस्तु, तर्हि कारणस्य कारणत्रयेण नोट् करोतु आहत्य कारणत्रयेण इनोयण् सर्वप्रथमम् आयाति आभियपाठस्य सार्थक्यार्थम्, असिद्धवत् अत्र आभात् इति सूत्रेण, प्रतिपदोक्तत्वात्, यतोहि इन् इति साक्षात् लिखितमस्ति, विशिष्टधातोः क्रियाबोधकत्वात्, नाम विशिष्टधातुः अस्ति अत्र इन्, तस्य क्रियाबोधनेन प्रथमप्रत्यय आगच्छति, अतः प्रत्ययस्य आगमनात् अनन्तरम् अङ्गकार्यं करणीयम् इति अस्ति। तर्हि एतादृशं कार्यं करणीयम् इति द्वितीयपक्षस्य अस्तु। तर्हि इदानीं तत्र समयः अपि तत्र एकमेव अस्ति, अहमेव पठामि। तत्र द्वौ प्रश्नौ अवशिष्टौ, किमर्थं सामान्यक्रमः एतादृशः दत्तः? लङ्गि अडागमः आडागमः च लिङ्गनिमित्तम् अङ्गकार्यम् लङ्गि आडागमे सति वृद्धिकार्यं, तिङ्गप्रत्यययोजनं तत्सम्बन्धसन्धिकार्यम् इति चिन्तयामः चेत् अयं क्रमः स्वाभाविकः। तर्हि लङि अडागमः आडागमः च इति प्रथमसोपानम् आड् अडादीनाम् इति सूत्रं ल अवस्थायां विधीयते अतः इदं सूत्रं सामान्यरूपेण सर्वप्रथमं भवेत् इति पक्ष प्रथमपक्षस्य इदानीं चर्चा पुनः भवति तिङ्गनिमित्तिकम् अङ्गकार्यम् अङ्गकार्यम् इदम् अतः बलवत् तदनन्तरं लङि आडागमे सति वृद्धिकार्यम् आटश्च वर्णनिमित्तकं कार्यम् अतः अनन्तरं स्यात् किन्तु अन्तरङ्गत्वात् तिङ्गप्रत्ययोजनात् प्राक् तत्सम्बन्धसन्धिकार्यं परम्परया अपि अन्तिमं कार्यं किन्तु आधिक्येन तृतीयचतुर्थमध्ययोः किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति अवदत् ऐच्छत् ऐधत् तर्हि पुनः लिखितमस्ति यत् ल अवस्थायां यानि यानि कार्याणि सन्ति ते प्रथमं भवन्ति अतः आडागमः प्रथमः भवति यतोहि तस्य निमित्तमस्ति साक्षात् लकारः तदनन्तरं लकारस्य स्थाने तिङ्प्रत्ययः तदनन्तरं तिङ्प्रत्ययस्य तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति यतोहि वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवतं वर्ण अङ्गं बलीयं तदनन्तरं यत्किमपि सन्धिकार्यमस्ति मेलनमस्ति तत् अन्तिमसोपाने करणीयम् इति अस्ति इति चिन्तनमस्ति इति क्रमः अस्ति इति क्रमम् अनुसरामः अनुसरेम चेत् क्लेशः न भवति इति अस्ति पुनः अग्रे पश्यामः इदानीं समयः समाप्तः तर्हि एकमस्ति यत् अग्रिमरविवासरे पुनः अमेरिका मध्ये समयः पुनः अग्रे गच्छति तर्हि ये जनाः भारते सन्ति तेषां कृते इदानीं 7:30 to 9 इति समयः समीचीनः अस्ति वा इदानीं 8:30 to 10 अस्ति खलु न महोदय 8:30 समीचीनं समीचीनं महोदय अन्य किल ओ रघुपतिमहोदय भवान् भवतः कृते 8 to 9:30 वा आम् आं महोदय अस्तु 7:30 पर्यन्तम् एकः अन्यवर्गः अस्ति मम तर्हि 7:30 पर्यन्तं हलो हलो